नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे अष्टाध्यायी समग्रदृष्टिः इति पाठः समाप्तः. तस्य किञ्चित् पुनःस्मरणं कृत्वा अद्य नूतनपाठस्य आरम्भं कुर्मः. तत्र अस्माकं पुस्तकमस्ति किल अष्टाध्यायी सूत्रपाठः इति, तस्मिन् पुस्तके एकादश पुटसङ्ख्या एकादश, तद् कृपया उद्घाटयन्तु. तत्र किञ्चित् परिचितसूत्राणि एव वयं पश्यामः. अस्तु, राजेन्द्रमहोदय, प्रथम सूत्रम् इति न, तत्र संक्षिप्तरूपेण किं किम् अस्ति अष्टाध्याय्याम् इत्येव दत्तमस्ति. अतः प्रथमवाक्यं पठतु महोदय. प्रथमाध्याये प्रथमः पादः संज्ञाः परिभाषाश्च. प्रथम अध्याये प्रथमपादे एक सूत्रं सः पञ्चसूत्रं आम् प्रथमसूत्रतः पञ्च सप्ततिः सूत्रपर्यन्तं संज्ञा परिभाषासूत्राणि सन्ति इति तत्र दत्तमस्ति. तत्र अस्माकं परिचितसूत्राणि अस्ति नीति च इति सूत्रं वयं जानीमः, इको गुणवृद्धि इति परिभाषासूत्रम् इति वयं जानीमः. तत्र प्रथमसूत्रम् अस्ति वृद्धिसंज्ञा वृद्धिरादैच् इति सूत्रं, प्रथमसूत्रमस्ति प्रथमाध्यायस्य प्रथमपादस्य प्रथमसूत्रं वृद्धिरादैश्च आदैश्च इति, आत् एच् इति वृद्धि संज्ञकौ इति दत्तमस्ति. वृद्धिः कः इत्युक्ते आ ऐ औ इति ज्ञातुं शक्नुमः संज्ञा. तत्र मङ्गलरूपेण दत्तं पाणिनिना वृद्धिः इति प्रथमपदं मङ्गलरूपेण स्थापितम् इति वयं ज्ञातुं शक्नुमः एतत् सूत्रं दृष्ट्वा, वृद्धिरादैश्च इति सूत्रं. द्वितीयमस्ति गुणसंज्ञा, गुणसंज्ञक संज्ञवर्णः कः, के इति, आ ए ओ अदेङ्गुणः इति सूत्रेण गुणसंज्ञा गुणसंज्ञः संज्ञाः के इति. अनन्तरं परिभाषासूत्रमस्ति इको गुणवृद्धि, वयं तस्य उपयोगमपि कृतवन्तः. अनन्तरं यदा अस्माकं परिचितसूत्रं नीति च इति गुणनिषेधसूत्रम्. अनन्तरं संयोगसंज्ञा, संयोगः इत्युक्ते किम् इति तदपि परिचितसूत्रम् एव अस्ति. तत्र यदा द्वयोः हल् वर्णयोः मध्ये किमपि अच् वर्णः नास्ति चेत् तत्र संयोगः इति संज्ञा, हलोनन्तराः संयोगः इति सूत्रेण संयोगसंज्ञा भवति. तदपि आगच्छति, बहुवारम् आगच्छति, अतः तदपि मुख्यसूत्रमस्ति. अनन्तरं किमपि परिचितसूत्रमस्ति वा यत् भवती वदति तद् अस्मिन् तत्तु सप्त त्रिंशत् पुटे. प्रथमं यद्वयं पश्यामः तत्तु एकादश पुटे अष्टाध्यायी क्रमेण विषय अनुक्रामिणी इति प्रथमम्. अनन्तरं यदा सूत्रम् एकमेकं नीत्वा पश्यामः तत्तु सप्त सप्तत्रिंशत् आमां सप्तत्रिंशत्. तत्र अन्य किमपि परिचितसूत्राणि सन्ति वा भगिनि? तुल्यायस्य प्रयत्नं सवर्णं, तदपि बहु मुख्यसूत्रमस्ति. आम् सवर्ण सवर्णसंज्ञकौ ग्रहणम् इति, सवर्णम् इत्युक्ते किं, तुल्यास्य प्रयत्नं सवर्णम्, उच्चारणस्थानं तुल्यम् अस्ति चेत् सवर्णसंज्ञा प्राप्नोति इति, तदपि बहु मुख्यसूत्रम्. अनन्तरं त तवतु निष्ठा इति निष्ठासंज्ञा, निष्ठा इति संज्ञा तवतु प्रत्ययौ ते प्राप्नुवन्तः तत्र तदेव तत् सूत्रमपि किञ्चित् मुख्यसूत्रमस्ति बहुवारम् आगच्छति अनन्तरं निष्ठा इत्युक्ते किं भगिनि निष्ठा इति नामकरणमेव पारिभाषिकशब्दः तस्य किमपि अर्थम् अर्थः तु नास्ति ता तवतु इत्युक्ते निष्ठा निष्ठा इति संज्ञा प्राप्नोति इति अग्रिमपुटे शी सर्वनामस्थानं सुडनपुंसकस्य इति सर्वनामस्थानसंज्ञक सूत्राणि द्वयमस्ति एतत् सूत्रद्वयं वयं यदा सुबन्तप्रकरणं तस्मिन् समये तस्य उपयोगं भवति यदा रामः रामौ रामाः तत्र शी सर्वनामस्थानं सुडनपुंसकस्य नपुंसकसंज्ञा तत्र फलं फले फलानि तस्मिन् समये एतस् सूत्रद्वयस्य उपयोगं भवति अनन्तरं सम्प्रसारणसंज्ञा इति एक सूत्र एकमस्ति इज्ञणः सम्प्रसारणं सम्प्रसारणम् इत्युक्ते किं यदा वयं यण्सन्धिः कुर्मः तत्र यण्सन्धिः तस्य विपरीतक्रमः सम्प्रसारणम् इक् स्थाने यण् आम् यण् आगच्छति यदा सम्प्रसारणकार्यं यकारस्य स्थाने ईकारः वकारस्य स्थाने ऊकारः रेपस्य स्थाने ऋकारः तदेव सम्प्रसारणम् इति तस्य नामकरणं सम्प्रसारणं परन्तु तस्य कथम् आगच्छति इत्युक्ते इन् क्षम्यताम् इग् यणः इति इक् स्थाने यण् आदेशः अपि च अग्रिमं सूत्रमपि अन्त्यात् परः तदपि आम् तदपि मुख्यसूत्रम् अस्ति वयं दृष्टवन्तः परिभाषासूत्राणि आद्यन्तौ टगितौ मिदचोन्त्यात् परः सूत्रद्वयमपि मुख्यम् अनन्तरं षष्टिस्थाने योगा इति सूत्रमस्ति तस्मिन् विषये वयम् अग्रिमपाठे पठामः परन्तु वयं तु जानीमः यदा स्थानम् अस्ति षष्टि विभक्ति इति सूत्रे अस्ति चेत् तत् स्थानं सूचयति इति वयं जानीमः षष्टिस्थाने योग इति सूत्रेण सूत्रं वयम् इदानीं पर्यन्तं न उपयोगं कृतवन्तः परन्तु एतदेव सूत्रमस्ति षष्टिस्थाने योग इति सूत्रेण एव षष्टि विभक्ति सूत्रे अस्ति चेत् तत्र स्थानम् इति तस्य परिभाषासूत्रमस्ति स्थानेन्तरतमः अपि वयं दृष्टवन्तः उरण्परः प्रायः वयं न दृष्टवन्तः इदानीं पर्यन्तं परन्तु तस्य उपयोगं बहुवारं कृतवन्तः अर् इति तस्य आदेशः भवति तत्र रेपः कथम् आगच्छति इति उरण्परः इति सूत्रेण आगच्छति यत्र यत्र अण् इति आदेशः भवति तत् सर्वदा रपरः भवति रपरः इत्युक्ते रेपयुक्तः भवति अर् एव आदेशः भवति इति अलोन्त्यस्य इत्यस्यापि उपयोगं वयं कृतवन्तः अन्त्यस्य अलः स्थाने किमपि आदेशः भवति इति अनन्तरम् अनेकाश्चित् सर्वस्य वयं न कृतवन्तः अदर्शनं लोपः लोपसंज्ञा लोपः इत्युक्ते किम् अदर्शनं लोपः इति एतत् सूत्रेण एव वयं ज्ञातुं शक्नुमः तावदेव तत्र येन विधिस्त आं वदतु महोदय अङ्गस्य परिभाषासूत्रद्वयं यदा अस्माकं स्वादिगणे क्षम्यतां जुहोत्यादिगणे अधादिगणे तस्य उपयोगं तयोः उपयोगं भवति प्रत्ययलोपे प्रत्ययलक्षणं न लुमताङ्गस्य इति सूत्रद्वयं तद् यदा वयं तस्मिन् पाठे विस्तृतरूपेण पठामः अनन्तरं येन विधिस्तदन्तस्य अपि वयं पठितवन्तः तदन्तग्रहणम् इति तपरस्तत्कालस्य सूत्रमपि परिचितसूत्रम् एव अनन्तरं प्रत्याहारसंज्ञा आदिरन्तेन सहेता इति सूत्रमस्ति. अस्माकं प्रत्याहारः वयं जानीमः, तत्र यद्यपि आदिः आदिः मध्ये अपि आगन्तुं शक्नुमः, यदा अस्माकं किमपि उदाहरणरूपेण इन् इति ऐ उन् अण् इति प्रत्याहारः अस्ति, इन् अपि प्रत्याहारः अस्ति किल, इन् वा इक् वा इति प्रत्याहारः अस्ति. यद्यपि मध्ये तद् ईकारः मध्ये अस्ति, अन्तिम अक्षरं तु सर्वदा तद् इत्संज्ञा वर्णः एव भवति इति. वयं इओ इति प्रत्याहारं न निर्मातुं शक्नुमः. तत्र केचन नियमाः सन्ति, तदेव एतत् सूत्रं वदति, आदिरन्तेन सहेता इति प्रत्याहारसंज्ञा, अन्तेन एव सः आदिः इति सूत्रं वदति. तदेव प्रथमाध्यायस्य प्रथमपादः तावदेव, संज्ञा परिभाषा, अनन्तरं गुणवृद्धि, तयोः निषेधः अपि, गुणवृद्धिनिषेधसूत्राणि अपि सन्ति इति एव, ङिति च इति गुणवृद्धिनिषेधसूत्रं, तदेव तदपि वयं जानीमः. इदानीं महोदय भवानेव पठतु प्रथमाध्यायस्य. भगिनी तत्रापि तदन्तग्रहणम् आम्, तदपि बहु मुख्यसूत्रमस्ति, बहुवारम् आगच्छति, सर्वदा आगच्छति. आम् आम् महोदय, प्रथमाध्यायस्य द्वितीयपादः तत्र किम् अस्ति इति. चारुधातुकम् अपि एकादशपुटे किम् अस्ति इति एकवारं. अतिदेशप्रकरणं प्रथमपादे प्रथमाध्याये द्वितीयपादे प्रथमसूत्रतः सूत्रातः तत्र षड्विंशतिसूत्रात् सूत्रपर्यन्तम्. अतः अतिदेशप्रकरणं प्रथमाध्यायस्य द्वितीयपादे अस्ति. तद् द्वितीयभागः अस्ति किल महोदय, संज्ञापरिभाषाश्च इति, तदपि एकवारं पठतु पूर्णतया, अनन्तरं वयं द्वितीयपादं प्रति गच्छामः. संज्ञापरिभाषाश्च सप्तविंशतिसूत्रात् नवत्रिंशत् सूत्रपर्यन्तं तत्र द्वितीयपादे अस्ति. स्वरिते उदात्ताश्च अनुदात्ताश्च निर्णयः प्रथमपादे द्विविंशतिसूत्रमस्ति. सनन्तरादेश देशः प्रथमपादे प्रथमाध्याये द्वितीयपादे चतुर्विंशत् सूत्रं. संज्ञापरिभाषाश्च एकचत्वारिंशत् सूत्रात् सप्तचत्वारिंशत् सूत्रपर्यन्तं पर्यन्तं द्वितीयपादे. ह्रस्वविधिः सप्तचत्वारिंशत् अष्टचत्वारिंशत् सूत्रपर्यन्तं. स्त्रीप्रत्ययस्य लोक नवचतुर्विंशत् सूत्रं. गौण्या इकारादेशः पञ्चाशत् सूत्रम् अस्ति द्वितीयपादे. लुपियुक्तवद् भावः एकपञ्चाशत्तः द्विपञ्चाशत् सूत्रपर्यन्तं द्वितीयपादे अस्ति. अशिष्यप्रकरणं तत्र त्रिपञ्चाशत् सूत्रात् सप्तपञ्चाशत् सूत्रपर्यन्तं सर्वे द्वितीयपादे एव सन्ति. वचननिर्धारणं तत्र अष्टपञ्चाशत् तः त्रिषष्टि सूत्रपर्यन्तं तत्र वचननिर्धारणम्. एकशेषप्रकरणं चतुर्षष्टि षष्टितः त्रिसप्ततिः पर्यन्तं तद् एकशेषप्रकरणं भवति. धन्यवादः महोदय. एतत्तु लाभाय भवति, यदा वयं न जानीमः कुत्र अस्ति सूत्राणि इति न जानीमः चेत् अस्मिन् पुटे आगत्य वयं ज्ञातुं शक्नुमः. इण्डेक्स् इति इव अस्ति, अतः वयम् अत्र स्वरिते उदात्तसंज्ञा अनुदात्तसंज्ञा निर्णयः तस्मिन् सूत्रं किम् अस्ति, तस्य सूत्रं कुत्र अस्ति इत्युक्ते वयम् अत्र दृष्ट्वा अनन्तरं सूत्रं प्रति गन्तुं शक्नुमः. अतः एतत्तु बहु लाभाय भवति. अत्र किमपि बुक् मार्क् स्थापयतु. तत्र द्वितीयपादे अस्माकं परिचितसूत्रं प्रथमम् आगच्छति, सार्वधातुकम् अपित् इति. वयं यत् सूत्रं वयं तु जानीमः एव. अनन्तरं नित्वा अस्तु अत्र परिभाषासूत्रं, तत्र उदात्त अनुदात्त स्वरितसंज्ञा, तत्तु वयं जानीमः. उच्चैर् उदात्तः, नीचैरनुदात्तः, समाहारस्वरितः परिचितसूत्रमस्ति. अनन्तरं किं सूत्रं भगिनि, सूत्रसङ्ख्या किं? सूत्रसङ्ख्या अस्ति नवविंशतिः, द्वितीयपादे नवविंशतिः, त्रिंशत्, एकत्रिंशत्, तत्तु परिचितसूत्रमेव. अनन्तरं अपृक्तसंज्ञा इति अस्ति, एकचत्वारिंशत्. अपृक्तसंज्ञा इत्युक्ते किम्? अपृक्त एकाल् प्रत्ययः, एक एव अल् प्रत्ययः अस्ति चेत् तस्य नामकरणमस्ति अपृक्त इति. त इति प्रत्ययः यदा वयं पश्यामः, त इति न आम् त एव, त प्रत्ययः इति लङ् प्रथमपुरुष एकवचनं, तत्र तत्तु अपृक्त एकाल् प्रत्ययः, एक एव अल् अस्ति तत्र. अतः तत्र अपृक्तसंज्ञा इति तस्य नामकरणं, तस्य उपयोगमपि भवति. अनन्तरं प्रातिपदिकसंज्ञा इति अस्ति, अर्थवत् अधातु अप्रत्यय प्रातिपदिकं. प्रातिपदिकं वयं जानीमः, कथं प्रातिपदिकम् इति संज्ञा भवति इति एतत् सूत्रं वदति. अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति. अतः अनन्तरम् अनन्तरसूत्रम् अपि कृत्तदित्तसमासाश्च इति अपि सूत्रम् अस्ति, तदपि प्रातिपदिकसंज्ञा प्राप्नोति. कृत्तदितसमासाश्च इति सूत्रं, सूत्रद्वयमपि यदा वयं सुबन्तप्रकरणं कुर्मः तस्मिन् समये तस्य उपयोगं भवति. अस्तु, तत्र तावदेव, तत्र परिचितसूत्राणि तावदेव. अन्यसूत्राणि तु सन्ति एव, प्रायः तस्य उपयोगम् अस्माकं तिङन्तप्रकरणे न भवति, प्रायः सुबन्तप्रकरणे वा अन्यत् किमपि, तत्र तस्य उपयोगं भवति. संज्ञासूत्राणि एव किल. अतः यदा पिता मात्रा इति एकं सूत्रम् अस्ति, सप्तति सूत्रं, प्रायः अहं चिन्तयामि तद् एकशेषप्रकरणम् इत्युक्ते समासः, तस्मिन् तत्र तस्य उपयोगः भवति. श्वशुरः श्वशुरा वा इति सूत्रमस्ति, तत् एकशेषप्रकरणम् इत्युक्ते समासः एव, तस्मिन् प्रायः तस्य उपयोगं भवति. तृतीयपादे तत्र धातुसंज्ञा, इत्संज्ञा, इत्संज्ञाप्रकरणं तु वयं जानीमः एव, सूत्राणि सर्वाणि. धातुसंज्ञा, भुवादयो दातवः इति धातुसंज्ञा, धातोः संज्ञा भुवादयो दातवः, भू आदि धातुसंज्ञा प्राप्नोति इति. भू इति भवति इति रूपं भवति किल, तद् आरभ्य द्विसहस्र धातुः धातुसंज्ञा प्राप्नोति इति एतत् सूत्रमेव वदति. तदेव मुख्यसूत्रमस्ति. अनन्तरं यत्किमपि इत्संज्ञाप्रकरणे सन्ति तत्तु वयं जानीमः एव. अनन्तरं यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रमस्ति, तदपि सन्धि यदा वयं कुर्मः तस्मिन् समये तस्य उपयोगं भवति. आत्मनेपदप्रकरणम्, आत्मनेपदी धातुः अस्ति चेत् तत्र कथं तस्य सूत्राणि सर्वम्, अनुदात्तनित आत्मनेपदं, तत् सूत्रं तु वयं जानीमः. अन्यसूत्राणि अपि आत्मनेपदविषये सूत्राणि सन्ति. अनन्तरम् उभयपदप्रकरणम् इति अग्रिमपुटे अस्ति, तदपि तत् सूत्रमपि वयं जानीमः. स्वारितञ्यत सर्वकर्तृप्राये क्रियापले इति सूत्रं वयं तु जानीमः, उभयपदप्रकरणम् इति. परस्मैपदीप्रकरणं शेषात् कर्तरि परस्मैपदम् इति सूत्रं परिचितसूत्रमस्ति. परिचितसूत्राणि अन्यत् किमपि अस्ति चेत् तत्तु तस्मिन् प्रकरणे आगच्छति इति. चतुर्थ अध्याये तु आकडारादेका संज्ञा इति सूत्रं बहु मुख्यसूत्रमस्ति, तस्य उपयोगं वयम् अग्रिमपाठे पठामः. तद् हैलैट् वा मार्क् वा करोतु. अधिकारसूत्रम् अस्ति, एका एव संज्ञा भवति इति तस्य सूत्रस्य विवरणं पूर्णतया तु यदा वयं तस्मिन् पाठे वयं पठामः. अनन्तरं परिभाषासूत्रं विप्रतिषेधे परं कार्यम् इति बहु मुख्यसूत्रमस्ति. वयम् एकवारं द्वितीयसूत्रमस्ति, प्रथम अध्यायस्य चतुर्थपादस्य द्वितीयसूत्रं बहु मुख्यसूत्रमस्ति. एकवारं वयं दृष्टवन्तः इति चिन्तयामि. विप्रतिषेधे परं कार्यम् इत्युक्ते यदा सूत्रद्वयं समानसमये युगपत् आगच्छति एकस्मिन् कार्ये कार्यं कर्तुम् आगच्छति चेत् तत्र परसूत्रम् एव बलवत् इति एतद् सूत्रम् एव वदति. विप्रतिषेधे परं कार्यं, विप्रतिषेधम् इत्युक्ते सङ्घर्षः, सङ्घर्षः इत्युक्ते युगपत् आगच्छति समानसमये समानकाले युगपत् आगच्छति चेत् परसूत्रमेव बलवत्, तस्य कार्यमेव प्रथमं भवति इति एतत् सूत्रं वदति. बहुवारम् एतत् सूत्रस्य प्रयोगं भवति. तत्र एतत् सूत्रस्य अन्यत् मुख्यविषयः यदस्ति इत्युक्ते एतत् सूत्रस्य प्रसक्तिः कार्यं सपादसप्ताध्याय्याम् एवं भवति. सपादसप्ताध्यायी इत्युक्ते किम् इति जानीमः किल? माला भगिनी, अन्तिमभागे आगच्छति इति खलु? सपादसप्ताध्यायी इत्युक्ते सप्त अध्यायः पूर्णतया, अनन्तरम् अष्टम अध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी. अष्टम अध्यायस्य द्वितीय तृतीय चतुर्थपादः, तस्य नाम त्रिपादि, पादत्रयमेव अस्ति किल त्रिपादि इति. तत्र एतत् सूत्रस्य प्रसक्तिः नास्ति, सपादसप्ताध्याय्याम् एव. बहु मुख्यसूत्रमस्ति, विस्तृतरूपेण सूत्रस्य विषये वयं पठामः. अनन्तरं अङ्गसंज्ञा इति सूत्रं, तदपि बहु मुख्यसूत्रमस्ति. किं सूत्रं भगिनि, कुत्र अस्ति? त्रयोदश. आं त्रयोदश. यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम्. एतत् सूत्रं वयम् अग्रिमपाठे प्रायः पूर्णतया पठामः. अङ्गम् इति संज्ञा कथं प्राप्नोति इति एव एतत् सूत्रं वदति. अनन्तरं पदसंज्ञा, सुप्तिङन्तं पदं वयं जानीमः एतत् सूत्रं. सुप्तिङन्तं पदं, पदं पदसंज्ञा कथं भवति इति. अनन्तरं सर्वनामस्थाने स्थाने, आं तदपि, तत्तु यदा वयं सुबन्तप्रकरणे तस्य उपयोगं भवति. स्वादिषु सर्वनामस्थाने इति यचीबम् इति बसंज्ञसूत्राणि, तत्र तदपि यदा वयं सुबन्तप्रकरणे तस्य उपयोगं भवति. कारकसंज्ञासूत्राणि, कारके इति आरभ्य अस्ति, यदा कारकं पठामः प्रायः तस्मिन् तत्र आगच्छति. अनन्तरम् अग्रिमपुटे उपसर्गसंज्ञा इति अस्ति, नवचत्वारिंशत् प्राय नवपञ्चाशत् नवपञ्चाशत् एव उपसर्गाः क्रियायोगे, बहु मुख्यसूत्रमस्ति. उपसर्गाः क्रियायोगे एव भवति इति उपसर्गसंज्ञासूत्रम् अस्तु. तावदेव अत्र. अनन्तरम् अग्रिमपुटे परस्मैपदसंज्ञासूत्रं, लः परस्मैपदम् अग्रिम पाठे तत् सूत्रम् आगच्छति, लः परस्मै पदम् इति. अनन्तरं तङ्गानां न आत्मनेपदसंज्ञा, आम् तङ्गानाम् आत्मनेपदम् इति तदपि आत्मनेपदसंज्ञासूत्रम्. अनन्तरं प्रथममध्यम उत्तमसंज्ञा कथं भवति, प्रथमपुरुष मध्यमपुरुष